पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 16 शौनक उवाच कर्मणा केन भोस्सूत चैनसां संक्षयो भवेद् श्रीहरेश्च कृपा भूयात् तद्वदस्वानुकम्पया सूत उवाच शृणु शौनक वक्ष्यामि शृण्वतां पापनाशनं येन विष्णो कृपा स्याद्वै व्रजिनक्षयकारिणि पौर्णमास्यां तु यो विप्रभक्तिभावसमन्वितः कुर्यान्नानाविधानेन सपर्यां श्रीजगद्विभोः कलुषं तस्य नश्येदकोटिजन्मार्जितं मुने तस्मिन् श्रीरमणस्यास्य कृपा जादा भवेद्ध्रुवं द्वादश्यामन्नदानं यो भक्त्या कुर्याद्विजादये तस्य नश्यन्ति पापानि तमांसि वरुणोदये यो नरश्रीहरिं कुर्यास्नपनं पयसा द्विज तत्प्रीतिश्रीहरे सद्यो द्वादश्यां शर्करादिभिः मन्त्रं विना दु यो विप्रदद्याच्छ्रीहरये किल पाषाणसदृशं पुष्पं दादा यादि अधोगतिम् क्ष्मासुराय च मूर्खाय पाषाणसदृशं तु यद् दद्याद्दानं नरो यो वै तस्य पुण्यं न विद्यते विद्याहीनो द्विजो मोहाद्दानं गृह्णादिमूढधीः कालानलं यथा जीर्णं तेन स निरयं व्रजेद यथा दारुमयो हस्ती मृगश्चित्रमयो यथा विद्याहीनो द्विजो विप्रत्रयस्ते नामधारकाः यदा ध्वनिस्थितं वारि पवनार्केण शुध्यति भक्त्यादु पार्षदं दृष्ट्वा तस्य नश्यति कल्मषं यो नरश्चाश्विने मासि सकृदान् पूर्णिमादिने दद्याच्छ्रीहरये लाजान् क्रीडार्थं तु वराटिकां भक्त्या यादिहरे स्थानं पुनरावृत्तिवर्जितः न दद्याद्यो नरो मोहात्तस्मिन्न तुष्टिदो हरिः वराटिकां यावदीं यो हरये पौर्णिमादिने तावद्दिनं हरे स्थानं चाश्विने संवसे ध्रुवं करवीरपुरे ह्यासीत् पुरा शूद्रोऽपि निर्दयः कालद्विजो द्विजश्रेष्ठनाम्ना पापी भयङ्करः स्वकार्यनिरतस्सोऽपि स्वामिकार्यप्रणाशकः एकदा पञ्चदां यादो यमदूदा भयङ्कराः आगतास्तं समानेतुं यमस्य दु निकेतनं बद्ध्वा निन्यश्च तं दृष्ट्वा पृष्टवान् सचिवं यमः यम उवाच अस्य किं विद्यते मात्य कर्मापि च शुभाशुभं कथयस्व समूलं तु चित्रगुप्त विचक्षण चित्रगुप्त उवाच असौ पापी दुराचारस्वामिकार्यप्रणाशकः नास्ति पुण्यं चाणुमात्रं नरके परिपच्यताम् सदमन्वन्तरं राजन्नागयो नौ च निष्ठुरः पाषाणे जन्म चासाद्य गृहेस्तादुं निरन्तरं सूद उवाच तावत्कालं तदो विप्रनिरये स पपादः ततो प्यश्मगृहे नागयोनौ जातः सुदुःखितः एकदा चाश्विने मासि पौर्णमासी दिने द्विज लाजान्वराटिका नागो बिलात् प्राक्षेपयद्बहिः पतिता सा हरेरग्रे पापमस्य स्वयं हरिः तूर्णं तु नाशयामास दयालुर्दुःखनाशकः कदाचित् प्राप्तकालस्तु पञ्चत्वं स जगामः यमदूतास्तमानेदुं चागदा बहुशो द्विज बद्ध्वानेदुं यदा चक्रोर्यमस्य सदनं प्रति तदा गदा विष्णुदूता शङ्खचक्रगदाधराः पाशं चित्वा रथे दिव्ये तमाशुगदकिल्बिषं तत्र चारोपयामासुः यमदूताः पलायिताः तत्रो निकेतनं विष्णो नागस्तैर्वेष्टितो ययौ तत्र तस्थौ हरेरग्रे पुनरावर्तिवर्जितः भक्त्यायो हरये दद्याल्लाजांश्च सकृतान् द्विज वराटिकां तस्य पुण्यं न जाने किं भवेद्ध्रुवम् य इमं शृणुयाद्विप्रचाध्यायं पापनाशनं तस्य नश्यन्ति पापानि श्रीहरे कृपयापि च इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूदशौनकसंवादे षोडशोऽध्यायः ॐ